अस्तु, तर्हि अत्र अस्माकं विंशः पाठः अनुवर्तते. तत्र भावे कर्मणि लोट् इति वस्तुतः पाठः समाप्तः, किन्तु अत्र पाठस्य अन्ते एकं गीतमस्ति, तच्च गीतं पठनीयमासीत्, अवगन्तव्यमासीत्. अतः किञ्चित् चर्चां कुर्मः अस्मिन् प्रसङ्गे. अनन्तरम् अग्रे कर्मणि भावे लग्नकारः इति विषयः. तत्र एकचत्वारिंशदधिकशततमे पुटे अस्ति गीतं, पश्यन्ति. नमस्कारः महोदय, अहं सन्ध्या. अस्तु भगिनि, स्वागतम्. अन्य कोऽपि अस्ति वा? पुष्पा भगिनी. अस्तु, तर्हि गीतमस्ति. अन्य कोऽपि अस्ति? श्रीनिवासः. अस्तु, श्रीनिवासमहोदय, तर्हि आरभामहे. अत्र सादरं समीयताम् इति अस्ति, तत्र लक्ष्मी भगिनी किञ्चित् पठति वा? आम् महोदय, एतत् गीतम् उच्चैः पठता अत्र प्रयुक्तानि कर्मणि अथवा भावे लोट्लकाररूपाणि जानीत च. सादरं समीयताम्, सादरं समीयतां, वन्दना विधीयतां, श्रद्धया स्वमातृभू समर्चना विधीयताम्. अस्तु अस्तु, तावत् पश्येम. अत्र किं किम् अस्ति इति वदति वा? सादरं समीयताम्, सादरम् इत्युक्ते आदरेण अथवा समर्यादया. सत्यं. समीयताम्, समीयताम् अत्र कर्मणि लोट्लकाररूपम्. अत्र मी धातुः अस्ति, मा धातुः अस्ति, मा धातु मीयते भवति लट्रूपं, लोट् रूपं समीयता, मीयतां, सा उपसर्गः. सा उपसर्गः नास्ति. ओ, अत्र तादृशं नास्ति. ओ महोदय, अत्र समीयतां शब्दस्य पर्यायवाचकशब्दः, अन्यशब्दः किं प्रयोगं कर्तुं शक्नुमः? समीयताम् इत्युक्ते अत्र अन्य कोऽपि वदति वा? तत्र अत्र धातुः कः, अर्थः च कः? मा धातुः. अत्र अर्थं सम्मानं करोति. धातुः अस्ति ई महोदय, गतधातुः अस्ति. धातुः पुनः वदतु. ई अस्ति महोदय, गत्यर्थकधातुः. एण मूल अर्थः, मूलधातुः अस्ति एण. एण गतौ अदादिगणे अस्ति ई धातुः, लट्लकारे एति, गच्छति इत्यस्मिन् अर्थे एति. तस्य कर्मणि रूपमस्ति, तत्र ह्रस्व ईकारः इति ई धातुः अस्ति, किन्तु कर्मणि तस्य दीर्घत्वं भवति ईयते. सम् उपसर्गपूर्वकः, सम् ईयते, समीयते. ओ धन्यवादः. समीयते लोट् समीयताम्. समीचीनम्. पुनः प्रथमतः विवरणं करोतु पुनः, कृपया. सम् इति उपसर्गः अस्ति. सम् उपसर्गः धातु, ह्रस्व इकारः इति ई धातुः अस्ति, लट्लकारे एति, बालकः गच्छति, बालकः एति. अस्तु महोदय. क्षम्यतां, तत्र परस्मैपदीधातुः अस्ति, आत्मनेपदीधातुः नास्ति. आत्मनेपदे एति इति अस्ति, किन्तु कर्मणि तु दीर्घत्वं भवति, ईयते. समीयते, तत्र सङ्गम्यतामिति अर्थः. सङ्गच्छतां, सङ्गम्यतामिति कर्मणि गम् धातोः. सादरं सादरं सङ्गम्यतां, अग्रे गच्छामः, अग्रे गच्छामः सादरम्. आदरेण सह अग्रे गच्छेम. समीचीनम्. अस्तु महोदय, धन्यवादः. अस्तु अग्रे अग्रे. वन्दना विधीयताम्. वन्दना इत्युक्ते नमस्कारः. हा नम तत्र नमस्कारः. हा हा अस्तु, नमस्कारः. आदरेण सह सम्बोधनम् अस्तु. वन्दना विधीयताम्. विधीयताम् विधीयताम् अत्र धातुः अस्ति. धीयते लट् रूपं, लोट् रूपं धीयतां. वि उपसर्गं धीयते लट् इति वक्तव्यमस्ति. कर्मणि लट्, कर्मणि लट्. आं महोदय. कर्तरि लट् भिन्नमस्ति खलु. आं कर्मणि, कर्मणि लट् धीयते, लोट् धीयताम्. अत्र वि उपसर्गः विधीयताम्. कर्तरि लट् किमस्ति? दधाति. अत्र विधीयते, विधीयते शब्दस्य अर्थः कः? विधीयते, विधीयते नाम विधीयते. लौकिकम् उदाहरणम् अपेक्षितं चेत् क्रियताम्. अत्र न न न राजा नूतन नूतनः राजा राज्ञः आसने विधीयते. शिरसि शिरसि वैशिष्ट्यं भवति खलु राज्ञः. तस्मिन् नाम प्रथमे दिने यत्र विशिष्ट तत्र प्रक्रिया भवति, शिरसि स्थाप्यते इति, आसनं दीयते. अत्र राजा राज्ञः आसनं विधीयते. धरति, धरति अपि समीचीनं. धरति हा ओर्डेन् इति अर्थः. अस्तु तर्हि अग्रे. नताशा भगिनी अग्रे. आम् महोदय. आपदो भवन्तु वा. न न न द्वितीयपङ्क्तिः. श्रद्धया स्वमात्र भूम समर्चना श्रद्धायुक्तं स्वमात्र मातृभू समर्चना. इति स्पष्टं जाता. स्व इति, स्व इति स्वस्य, स्वस्य मातृभू मातृभूमि मातृभूमि अर्चना सम अर्चना विधीयताम्. पुनः विधीयताम् भवतु इति अर्थः. भवतु अस्तु, समीचीनमस्ति. अग्रे अजयमहोदय अग्रे. आपदो भवन्तु वा विद्युतो दशन्तु वा आयुधानि भूरिसोऽपि मस्तके पतन्तु वा. आपदो आपदो भवन्तु वा. आपदो इति कीदृशं रूपमस्ति? मूलरूपमस्ति किम्? अपि च विभक्तिः, वचनम् इत्यादिकं, नाम शब्दपरिचयः दातव्यः. नाम शब्दः नामपदमस्ति, सुगन्धपदमस्ति. हा, अत्र तस्य मूलरूपं किं? यथा देवः इत्यस्य मूलरूपम् अस्ति देव. मीना भगिनी सहायं करोति वा? आपदः इति मूलरूपं वा? श्रीनिवासमहोदय, अहं जानामि. आपत् आपद् दकारान्त आपद् आपद् आपद् इति दकारान्त शब्दः. नूतनतया कोऽपि आगतो वा? नमस्कारः महोदय, अखिला अस्मि, क्षम्यताम्. अस्तु, स्वागतं स्वागतम्. अत्र अस्माकं गीतं प्रवर्तमानमस्ति, एकचत्वारिंशदधिकशततमे पुटे. तर्हि आपद् इति स्त्रीलिङ्ग दकारान्तशब्दः अस्ति आपद्. तर्हि पुष्पभगिनी वदतु, अस्य विभक्तिः का, वचनं किम्? आपद् आपदौ आपदः बहुवचन एक प्रथमाविभक्ति. हा, नाम आपदः इति वा? आपदः आपदौ आपदः आपदौ कथमासीत्? आपदौ सन्धि, हा, विसर्गसन्धिः अस्ति, समीचीनमस्ति. आपद् आपदौ आपदः बहुवचने प्रथमविभक्तौ आपदः विसर्गसन्धिं कृत्वा आपदौ आपदौ भवन्तु. अस्तु, जयमहोदय, अग्रे. वा विद्युतो लसन्तु वा. विद्युतो इति मूलरूपं विद्युत् तकारान्त शब्दः. अत्र विभक्तिः, वचनं वचनं बहुवचनं द्वितीया विभक्ति. अत्र आपदौ भवन्तु वा, अर्थ द्वितीयविभक्ति इति द्वितीयविभक्तेः रूपं तदेव अस्ति, किन्तु अर्थः कः इति दृष्ट्वा निर्णयं कर्तुं शक्नुमः. लसन्तु इत्युक्ते न जानामि. लसन्तु अत्र अन्य कोऽपि वदति वा? महोदय, किं भाषते? का उक्तवती? पुनः वदतु कृपया स्पष्टतया. भाषते, विराजते. न, तथा नास्ति. प्रकाशते महोदय, प्रकाशते, प्रकाशते इति अर्थः अस्ति. लस् धातुः भुवादिगणे अस्ति, लसति लसति अत्र प्रकाशते इति अर्थः अस्ति. भिन्नभिन्न अर्थाः सन्ति, यथा विलासः अपि अपरस्मिन् अर्थे अस्ति, अत्र प्रकाशते. तर्हि अत्र अजयमहोदय चिन्तयतु, यदि लसन्तु नाम प्रकाशन्ताम् इति अर्थः अस्ति चेत् तर्हि विद्युतो इत्यस्य का विभक्तिः स्यात्? नाम अत्र द्वितीयविभक्तिः भवता यद् उक्तं, द्वितीयविभक्तिः अस्ति चेत् द्वितीयविभक्तिः नाम किं? कर्मपदं खलु, अत्र कर्मपदमस्ति, अत्र कर्मपदमस्ति, प्रकाशते इति प्रकाशते तत्र सकर्मक धातुः अस्ति वा? अत्र साहाय्यं करोतु कोऽपि, सुब्रह्मण्यमहोदय, अत्र प्रकाशते अथवा लसति, अत्र प्रकाशते इत्यस्मिन् अर्थे यत् लसति इति लस् धातुः सकर्मकधातुः विद्युतः प्रथमा विभक्ति बहुवचनं भवति महोदय. मम प्रश्नः भिन्नः आसीत्, क्षम्यतां महोदय, पुनः पृच्छतु. लस् धातुः सकर्मकः अकर्मकः? लस् धातुः प्रकाशते इत्यस्मिन् अर्थे यः अकर्मकः धातुः महोदय. तर्हि अजय महोदय, तत्र अकर्मकधातुः अस्ति चेत् नाम अर्थः अवगन्तव्यः खलु, कस्मिन् यस्मिन् कस्मिन्नपि वाक्ये अर्थः कः इति इति ज्ञात्वा एव निर्णयः क्रियते खलु. तर्हि लसन्तु इति रूपं तत्र लस् धातुः अकर्मकः इति चेत् तत्र विद्युतौ इति कथं वा द्वितीयविभक्तौ स्यात्? अवगच्छति वा? क्षम्यतां महोदय, मम एकः प्रश्नः अस्ति, पृच्छामि किम्? तत्र यदा क्रियापदम् अस्ति चेत् क्रियापदस्य यदा कदापि भिन्नभिन्न अर्थाः भवन्ति खलु, तस्मिन् सन्दर्भे अर्थमनुसृत्य सकर्मकः अकर्मकः इति भवति वा, अथवा एकः क्रियापदम् अस्ति चेत् तद् यत्किमपि यः किं यः क यः कोऽपि अर्थः भवतु तत्र अकर्मकः अस्ति चेत् अकर्मकः एव अथवा सकर्मकः एव इति भवति वा? कुत्रचित् सकर्मकत्वम् अकर्मकत्वम् इति जटिलविषयः अस्ति, किन्तु साधारणतया धातोः अर्थं दृष्ट्वा सुलभतया निर्णयं कर्तुं शक्नुमः यत् अयं धातुः सकर्मकः अथवा अकर्मकः स्यात्. प्रकाशते इत्यस्य अर्थं दृष्ट्वा वयम् अवगच्छामः खलु यत् तस्य तत्र यतोहि तत्र दीपः स्वयं प्रकाशते, कोऽपि दीपं प्रकाशते इति तत् भवितुमेव नार्हति. अतः अनुमानं सामान्यतया सम्यक्तया च कर्तुं शक्नुमः यत् अर्थम् अनुसृत्य तत्र सकर्मकत्वम् अकर्मकत्वं वा स्यात्. भवत्याः प्रश्नः समीचीनः अस्ति, किन्तु नाम कथं निर्णयः स्यात्? निर्णीयते न कुत्र, नाम शास्त्रे व्याकरणशास्त्रे न कुत्रापि दीयते यत् अयं धातुः सकर्मकः अकर्मकः वा, पाणिनिना न कृतमस्ति. अनन्तरं वैयाकरणैः एतत् सर्वम् अनुमानं कृत्वा अपि च न कुत्रापि भिन्नभिन्नपुस्तकेषु लभ्यते, किन्तु शास्त्रे नास्ति, अर्थं दृष्ट्वा निर्णयः जातः. नाम एवं नास्ति यत् सकर्मकत्वम् अकर्मकत्वम् अपि च अर्थः द्वयोः सम्बन्धः नास्ति, सम्बन्धस्तु अस्ति खलु, मूलकारणमस्ति अर्थः, मूलकारणमस्ति यत्र अर्थः तादृशः अस्ति येन कर्मपदं सम्भवेत्, तर्हि सकर्मकधातुः, न सम्भवति चेत् अकर्मकधातुः. अस्तु महोदय, इति प्रश्नः वा? खलु तत्र लसति इति धातु तत्र आलिङ्गनं करोति इति अर्थे अपि भवितुम् अर्हति इति कोशे मया दृष्टं सत्यं सत्यं तर्हि तादृश अर्थेषु तत्र सकर्मकत्वं भवति किं तदेव मम प्रश्नः आसीत् सत्यम् आलिङ्गनार्थे अपि भवति तत्र सकर्मकत्वं स्यात् अत्र तथा नास्ति खलु क्रीडति अपि अर्थः अस्ति क्रीडति इति अर्थः इति अपि अर्थः अस्ति तत्र प्रकाशते अपि अर्थः अस्ति आलिङ्गनार्थे आलिङ्गनार्थे पाणिनि अपि उक्तमासीत् अत्र यत्किमपि भवतु नाम अत्र नास्ति अन्यत्र भवतु किन्तु अत्र नास्ति अत्र तादृशार्थः नास्ति विद्युतो लसन्तु वा अस्तु स्पष्टम् अग्रे अग्रे सन्ध्या भगिनी अग्रे आयुधानि भूरिशोपि मस्तके पतन्तु वा आयुधम् आयुधं नाम शब्दकोशे अन्वेषयामि तस्य कर्तव्यमासीत् अस्तु अन्य कोऽपि वदति वा श्रीनिवासमहोदय वदति वा आयुधं नाम किम् ओ आयुधं नाम शस्त्रं शस्त्रं आयुधानि सन्ध्या भगिनी वदतु अत्र का विभक्तिः किमर्चनं बहुवचनम् एक प्रथमा विभक्ति कथं जानीमः द्वितीयविभक्तौ अपि तादृशरूपमस्ति भवितुम् अर्हति परन्तु क्रियापदं पश्यतु क्रियापदं किम् अत्र पतन्तु तर्हि आयुधानि कर्तृपदमस्ति पत् धातुः सकर्मकः अथवा अकर्मकः अकर्मकः बहु सम्यक् तत्र फलं पतति तत्र कर्मपदं नास्ति अतः प्रथमाविभक्तौ अस्ति आयुधानि पतन्तु कुत्र पतन्तु मस्तके मस्तकशब्दस्य अर्थः कः इत्युक्ते जानाति मस्तकशब्दस्य अर्थः कोऽपि वदतु शिरसि आयुधानि शिरसि पतन्तु भूरिशः भूरिशः नाम अखिल भगिनि नानाप्रकारैः इति एतत् सर्वं भवति बहवः अस्तु भूरिशः आयुधानि भूरिशः अपि मस्तके पतन्तु वा अस्तु अग्रे मीना भगिनी अग्रे धीरता न हीयतां वीरता विधीयतां निर्भयेन चेतसा पदं पुरो निधीयताम् धीरता इति धीरभावः तत् न नष्टं तत् किञ्चित् अपि न न्यूनं करोतु, धीरेण कार्यं करोतु, वीरता विधीयतां, वीरेण करोतु, अत्र करोतु इति अर्थः नास्ति, धीरता न हीयतां, स्थले स्थले इदे इदं स्थले अस्ति सन्ति न न चलति अत्र कुत्र न चलति तिष्ठतां तिष्ठतु इति तिष्ठतु इति धीरता तिष्ठतु न गच्छतु हीयत् ही धातुः अस्ति अत्र ही धातुः अस्ति हि धातु हा वा हि महोदय न क्षम्यतां हा इति धातुः अस्ति सत्यमेव हा इति धातुः अस्ति हा धातुः अस्ति सम्यक् हा इति धातुः अस्ति कथं हि इति लिखितवान् हा इति धातुः अस्ति हा इति धातुः सकर्मकः अकर्मकः वा अकर्मकः एव तर्हि करोतु इति कथं वा वदति भवती न नश्यतां धीरभावः किञ्चित् अपि न उपयोगं करोतु नश्यतां किञ्चित् अपि न नश्यतां नश् दातुः आत्मनिपदि दातुः अथवा परस्मैपदि दातुः नश् दातुः आत्मनिपदि दातुः अथवा परस्मैपदि दातुः परस्मैपदि एव तर्हि नश्यतु नश्यतु धीरता न नश्यतु वीरता वीरता भव भवे भवतां भवतु भवतु वीरता भवतु समीचीनं निर्भयेन चेतसा पदं पुरो विधि निधीयतां मनसि भयं मा न भवतु अग्रे गच्छतु तादृश अर्थः अस्ति निर्भयेन चेतसा चेतसा इति का विभक्तिः तृतीया निर्भयेन चेतसा पदं पुरो निधीयताम् निधीयतां पुनः धातोः भिन्नभिन्नरूपाणि अस्मिन् सन्ति निधीयतां नि उपसर्गपूर्वकः धा धातुः निधीयताम् इति स्थापयति इति अर्थः स्थाप्यते इति वक्तव्यमस्ति पदं पूर्वं स्थाप्यते स्थाप्यतां पदं पुरो स्थाप्यतां निधीयतामिति स्थाप्यतामिति अर्थः अस्तु तर्हि अग्रे अखिला भगिनी अग्रे महोदय अत्र भूरिशः शब्दः अस्ति तत्तु नामपदम् अथवा अव्ययं रूपं किम् अव्ययपदः धन्यवादः अव्ययपदमस्ति महोदय विधीयतां च स्थाप्यतां न निधीयतां न न विधीयताम् अर्थं तु स्थाप्यतां न विधीयतां स्थाप्यतामिति नास्ति निधीयतां समीचीनं वा? अस्तु अखिल भगिनी अग्रे. प्राणदायिनी इयं, त्राणदायिनी इयं, शक्तिमुक्तिभक्तिदा सुधाप्रदायिनी इयं. प्राणदायिनी इत्युक्ते अहं यः प्राणं ददाति महोदय. प्राण इत्युक्ते आश्रयः. इयम् इति किमस्ति? इयम् इति इदं पदस्य स्त्रीलिङ्गविभ स्त्रीलिङ्ग प्रथमाविभक्ति एकवचनं महोदय. तर्हि श्रीलिङ्गे किमर्थम्? क्षम्यतां, श्रीलिङ्गं न पुल्लिङ्गमेव. न, सत्यमेव भवत्या उक्तम्. ओ, श्रीलिङ्गमेव, किमर्थं? श्रीलिङ्गे एव अस्ति. न, किन्तु किमर्थं? तत्र प्राणदायिनी इति श्रीलिङ्गे अस्ति खलु महोदय. तत्र प्राणदायन् इति प्रातिपदिकं, प्राणदायिनी इति श्रीलिङ्गे अस्ति. प्राणदायिनी इति विशेषणमस्ति, तत्र नियतलिङ्गपदं नास्ति. अत्र विशेषनिघ्नपदमस्ति, विशेषनिघ्नपदमस्ति, न तु नियतलिङ्गपदमस्ति. अतः नाम प्राय प्राणदायिनी इयम् एतत् सर्वं स्त्रीलिङ्गे, तस्य अन्यत् किमपि कारणमस्ति? तत्र स्वमातृभूसमर्चना इति तत्र अत्र भिन्नविषयातुरम् अस्ति. शक्तिमुक्तिभक्तिदा इति तदपि अत्र अस्मिन् वाक्ये द्रष्टव्यमस्ति. अन्यत्र यदि तत्र कारणं कस्मिंश्चित् वाक्ये कारणं न लब्धं, तत्र अन्यत्र द्रष्टव्यं भवति. किन्तु अत्र कारणं तु अस्ति एव. शक्तिमुक्तिभक्तिदा, अत्र बहुव्रीहिसमासः अस्ति. धातोः विशिष्टरूपमस्ति. अत्र दा आकारान्त श्रीलिङ्गशब्दः इति जातमस्ति. आम्, अत्र किञ्चित् भ्रमः जातः महोदय मम. तदपि प्रायः नित्यलिङ्गपदं नास्ति इति किञ्चित् चिन्तितवती, तदर्थमेव. हा, अत्र श्रीलिङ्ग नित्यं नित्यं श्रीलिङ्गे अस्ति. शक्तिमुक्तिभक्तिदा, यः शक्तिं भुक्तिं भक्तिं च ददाति सः शक्तिमुक्तिभक्तिदा. ओके, तर्हि प्राणदायः अस्तु, अग्रे वदतु कृपया. प्राणदायिनी इत्युक्ते यः आश्रयः ददाति इति. शक्तिमुक्तिभक्तिदा तु भवान् एव उक्तवान्. सुधाप्रदायिनी, सुधा इत्युक्ते तत्र प्राणं ददाति इति. किं प्राणदायिनी? प्राण इत्युक्ते आश्रयः. आश्रयः अस्तु, वक्तुं शक्यते. त्राणवस्तुतः अथवा रक्षणम् इति अपि वक्तुं शक्नुमः खलु. दयनीयम् अस्तु, अग्रे. शक्तिमुक्तिभक्तिदा तु भवानेव उक्तवान्. सुधाप्रदायिनी इत्युक्ते सुधा इत्युक्ते तत्र अमृतम् इत्यपि वक्तुं शक्नुमः. परन्तु अत्र अहं चिन्तयामि प्रायः जलं वा अथवा किमपि पातुं किमपि ददाति इति. अथवा कल्याणमपि अर्थः अस्ति. सुधाप्रदायिनीयं जलमिति अत्र नाम शक्तिमुक्तिभक्तिदा इति भगवतः शब्दः खलु नाम भगवान् इति अर्थः खलु. तर्हि सुधा प्रदायिनी प्रायः कल्याणं शक्तिम्. ओ, अहं चिन्तितवती तत्र मातृदेशः प्रायः इति, तदर्थमेव तत्र स्त्राण इत्युक्ते आश्रयः, सुधा इत्युक्ते तत्र प्रायः तदेव. हा, क्षम्यतां, मम एव दोषः, पूर्णतया गीतं तद् तादृशमस्ति खलु. मातृभूतिः प्रायः स्यात्, मातृभूतिः एव अस्ति. तथापि कल्याणमिति सुधापिदायिनी यत्किमपि भवतु, अस्तु इयं, हा, समीचीनमस्ति, सम्यक्. अग्रे श्रीनिवासमहोदय, अग्रे. महोदय अस्ति, अस्तु, अन्य कोऽपि तर्हि सुब्रह्मण्य महोदय कृपया. महोदय नमस्ते महोदय. एतदीय वन्दने सेवने अभिनन्दने सापिमानमात्मनो जीवनं प्रदीयताम्. शक्तिमुक्ति भुक्ति दा इयं वन्दनं करोतु, सेवा सेवने सेवनं करोतु, सेवा करोतु, अभिनन्दनं करोतु इति अहं चिन्तयामि महोदय. एतादीयवन्दने सेवने अभिनन्दने स्वाभिमान आत्मनः जीवनं प्रदीयताम्. अत्र पुनः वदतु, अस्य अर्थः कः? या प्राणदायिनी शक्तिमुक्ति च शक्ति या ददाति शक्तिमुक्ति भुक्ति ददाति सा वन्दनं करोतु, सेवा करोतु, अभिनन्दनं करोतु. न न न न, तादृशार्थः नास्ति अत्र. वन्दनं भवता यत् वाक्यम् उक्तम् इदानीं तद् द्वितीया विभक्तौ वारं वारं, सेवनं करोतु, अभिवन्दनं करोतु, एतत् सर्वम् अत्र का विभक्तिः उपयुक्ता अस्ति अत्र? एतदीयवन्दने इत्यस्य का विभक्तिः? हा, तर्हि भवता यत् कृतमस्ति तत्तु भिन्नार्थः अस्ति द्वितीयविभक्तौ. अत्र सप्तमी अस्ति. एतदीय वन्दने सेवने अभिनन्दने अत्र मूलवाक्यं किमस्ति? कर्तृपदं किम्? जीवनं. आत्मा वस्तुतः कर्मपदं किम् अस्मिन् वाक्ये? सुब्रह्मण्यमहोदय वदतु. कर्तृपदम् अत्र कर्तृपदम् अत्र कर्तृपदं प्रायः ऊहां कर्तुं शक्ष्यामि महोदय. अत्र प्रदीयताम् अत्र प्रायः जीवनं प्रदीयतां स्वाभिमान आत्मनः एतदीयवन्दने सेवने अभिनन्दने स्वाभिमानमात्मन जीवनं प्रदीयताम्. अत्र अत्र ऊहं कर्तुं शक्नुमः महोदय, अत्र यदा शक्तिमुक्तिभक्तिदा तस्मिन् कृते सा तस्मिन् कृते इति न तस्य तस्य अत्र तस्याः अत्र शक्तिमुक्तिभक्तिदा भक्तिदा अत्र प्रदीयतां तु कर्मणि रूपमस्ति, तत्कारणात् अत्र कर्तृपदमस्ति शक्तिमुक्तिभक्ति दया न प्रदीयतां जीवनं प्रदीयतां स्वाभिमानम् आत्मनः इति कर्तृपदं आत्मनः कर्तृपदम् आत्मनः इति सिका विभक्तिः आत्मनः प्रथमाविभक्ति नूतनसमाचारः आत्मन् इति प्रथमाविभक्तौ किं भवति आत्मन् आत्मनः आत्मानौ आत्मनः प्रथमाविभक्ति बहुवचन आत्मनः तादृश अर्थः अस्ति अत्र आत्मानम् आत्मानो आत्मानः तत्र आत्मनः ओ आत्मनः तदपि बहुवचने अस्ति आत्मा आत्मानो आत्मानः अस्ति खलु आत्मानः अस्तु अस्तु अन्य कोऽपि वदति वा महोदय अत्र जीवनं कर्तृपदं तु प्रायः अध्याहृतम् अस्ति इति चिन्तयामि महोदय भवता जीवनं प्रदीयताम् इति प्रायः भवेत् हा इति चिन्तनमस्ति भवता अथवा अस्माभिः मया न उक्तम् अस्मिन् गीते न कुत्रापि उक्तमस्ति कर्तृपदम् कर्तृपदं न कुत्रापि अस्ति नो चेत् एतत् सर्वं तु कर्मणि अस्ति कर्मणि प्रयोगे अतः कर्तृपदस्य का विभक्तिः भवति कर्मणि प्रयोगे का विभक्तिः भवति कर्तृपदं कर्मणि प्रयोगे तृतीया विभक्ति अन्तं पदं कुत्रचित् अस्ति अस्मिन् गीते तृतीयविभक्ति अन्तं पदं प्रदर्शयतु महोदय मम चिन्तनमस्ति अत्र अधि आरोपितमस्ति परन्तु अत्र सा ददाति इति अत्र इति अहं चिन्तयामि शक्तिमुक्तिभक्तिदा या अस्ति सा मह्यं जीवनं प्रददाति इति सुब्रह्मण्यमहोदय भवान् वक्तुमिच्छति यत् स्वमातृभू या एतत् सर्वम् अस्ति सा एतदीयवन्दने सेवने अभिनन्दने नाम एतत् सर्वं सप्तमी किमर्थमस्ति भावे भावार्थे अस्ति खलु वन्दने सेवने अभिनन्दने स्वाभिमान आत्मनः नाम अत्र कः ददाति कः प्राप्नोति कः ददाति अस्मिन् वाक्ये भवान् वदति यत् मातृभूमि ददाति किं देवं तु देवः ददाति भगवान् ददाति न महोदय वयं दद्मः अत्र मया चिन्तनमस्ति यत् अस्माभिः यथा भगिन्या उक्तम् अखिल भगिन्या उक्तं भवता जीवनं प्रति नाम जीवनं तस्य कृते ददातु अस्मिन् भावे कस्मिन् भावे सेवभावे वन्दनभावे मनसि निधाय जीवनं ददातु महोदय स्वाभिमानम् आत्मनः पञ्चमी आत्मनः इति षष्टिभक्ति स्वाभिमानं नाम स्वाभिमानम् अभिमानेन सह स्वस्य जीवनं ददातु मातृभूमेः कृते मातृभूम्याः कृते इति अर्थः खलु अखिला भगिनी किम् आं तदेव मम विचारः महोदय तत्र मातृभूमि कृते तत्र वन्दनं प्रदर्शयतु सेवनं प्रदर्शयतु अभिनन्दनं प्रदर्शयतु तस्मिन् भावे हा तेषु भावेषु एव स्थित्वा जीवनमपि ददातु हा इति अर्थः अस्ति हा इति अर्थः सर्वं स्पष्टं जातं वा अत्र सप्तमी अस्ति द्वितीयविभक्तिः नास्ति वन्दने सेवने अभिनन्दने स्वाभिमानम् आत्मन स्वस्य आत्मनः जीवनं प्रदीयताम् अस्माभिः मया भवता इति अर्थः अस्ति अपि च अखिलभगिनी तत्र भवत्या यत् उक्तमासीत् पूर्वं तत्तु समीचीनमासीत् वस्तुतः अत्र विशेष निघ्नशब्दः अस्ति एव शक्तिभूमि शक्ति मुक्ति मुक्तिधा शक्तिमुक्तिभक्तिधा इति तत्र त्रिषु लिङ्गेषु भवति एव विशेषणम् अस्ति सो मातृभूति अत्र विशेष्यमस्ति सत्यमेव यद्भवता अत्र हा तत्र भक्तितः यथा सुखदः सुखदायकम् इति अस्मिन् सुखदायकम् इति अस्मिन् अर्थे सुखदं सुखदायकः सुखदः सुखदायिकी सुखदा त्रिषु लिङ्गेषु अस्ति अवश्यम् अवश्यम् अस्तु अग्रे गच्छेम तर्हि नताशा भगिनी महोदय महोदय अत्र आत्मनः शब्दः अस्ति तत्तु द्वितीय बहुवचनं वा अथवा षष्टि एकवचनं षष्टि एकवचने द्वितीय बहुवचनं कथमा स्यात् स्वस्य आत्मनः आत्मनः जीवनं प्रदीयताम् आत्मनः जीवनं षष्टि एकवचनम् आत्मनः षष्टि एकवचनम् अस्तु पद्माभगिनी अग्रे कृपया पद्माभगिनी सूक्तिः आं महोदय सूक्तिः पदं हि सर्वत्र गुणैर्विधीयते परन्तु पदं अत्र कर्तृपदं किम् कर्तृपदं अहं अस्माभिः अन्य कोऽपि वदति वा अत्र मीना भगिनी वदतु कर्तृपदं किम् गुणैः न स्पष्टमस्ति महोदय नताशा भगिनी वदति वा आम् हा सत्यं किमर्थं तथा महोदय गुणैः तृतीयाविभक्ति अस्मा हा सत्यम् एकमस्ति तृतीयविभक्तौ अस्ति अपि च नाम केवलं तृतीयविभक्तौ अस्ति इति अनेन कर्तृपदम् इति पर्याप्तं नास्ति अर्थः अपि तथा स्यात् यतोहि यदा आनन्देन मया कार्यं क्रियते आनन्देन इति शिखा विभक्तिः तृतीया तर्हि आनन्देन मया कार्यं क्रियते इति अस्मिन् वाक्ये आनन्देन इति कर्तृपदं न महोदय इति अस्ति खलु अतः नाम प्रथमतया तृतीयविभक्तौ यदा कर्मणि प्रयोगे वाक्यमस्ति तृतीयविभक्तौ भवेत्, अपि च अर्थः अपि तादृशः स्यात्। भवत्या यदुक्तं तत्तु सत्यं, तृतीयविभक्तौ अस्ति, अर्थः अपि तादृशः अस्ति। गुणैः इति कर्तृपदमस्ति, कर्मपदं किम्? भगिनी वदतु। कर्मपदमेव गुणैः पदं विधीयते, कुत्र? सर्वत्र, सर्वत्र हि गुणैः पदं हि सर्वत्र विधीयते इति वाक्यमस्ति। स्पष्टम् अर्थः स्पष्टः विधीयते भवेत् गुणैः पदं भवेत् इति नाम कः लकारः अस्ति? विधीयते कः लकारः? हा, तर्हि भवेत् इति कः लकारः? भवति, भवेत् इति भवत्या यत् उक्तं भवेत् तस्य लकारः भवेत् इति कः लकारः भवेत्? भवेत् पुष्पभगिनी वदतु, कः लकारः अस्ति भवेत्? हा महोदय, हा विधिलिङ्गकारः अत्र विधीयते लटि अस्ति, भवेत् इति विधिलिङ्गि, तर्हि कथं वा भवेत्, कथं वा स्यात्? गुणैः पदं सर्वत्र हि विधीयते। अत्र एकं सत्यम् उच्यते, एकं नित्यं सत्यं, तदर्थं लट्लकारः यथा लट्लकारस्य बहवः प्रयोगाः सन्ति, तेषु एकमस्ति सत्यम्, एकं सत्यं नित्यं सत्यं यदा भवति तदर्थं लट्लकारः प्रयुज्यते। गुणैः पदं हि सर्वत्र विधीयते। अर्थः अवगतः वा? सन्ध्या भगिनी अवगच्छति? विधीयते भवति, भवति इति संस्कृतेन तस्य अर्थः कः इति कोऽपि वदति वा? सुब्रह्मण्यं महोदय वदतु। पूर्णवाक्यस्य महोदय, हा अर्थः अत्र अत्र गुणाः सर्वत्र पदं हि भवतु इत्युक्ते अत्र पदम् इत्युक्ते मम चिन्तनमस्ति गौरवम् आत्म अभिमानं। पदमिति अभिमानं कथमासीत्? पादः पुनः महोदय प्रायः आचरणम् इति किं किम् आचरणम् आचरणं पदमिति अर्थः वा? चिन्ते पदम् इत्युक्ते तत्र पादः इति अर्थः अस्ति खलु महोदय, परन्तु अत्र अहं चिन्तयामि अपि च पदम् इत्युक्ते शब्दः इति अपि अर्थः अस्ति, परन्तु अहं चिन्तितवती अत्र प्रायः आचरणम् इति किमपि अर्थं स्यात् इति। वाक्यरूपेण वदतु आचरणम् इति चेत् वाक्यस्य अर्थः कः? अन्यत् वाक्यं एकनिमेषः भगिनि, अखिला भगिनी वदतु तस्य वाक्यस्य अर्थः कः? वाक्यरूपेण वदतु। गुणाः ये सन्ति ते तेषु ते एव अस्माकं सर्वत्र आचरणस्य आचरणस्य तद् आधारीकृत्य एव अस्माकम् आचरणं भवति इति। हा प्रायशः तादृशमस्ति, अस्माकं तदाधिकृत्य अस्माकम् आचरणं भवति, किन्तु किञ्चित् भिन्नमस्ति इति अहं मन्ये। गुणाः अत्र गुणैः पदं हि सर्वत्र विधीयते इत्यनेन अत्र पदम् इत्युक्ते चिह्नम् इति अहं मन्ये, चिह्नं नाम यत्र गुणः, यत्र यत्र गुणः अस्ति कस्यचित् चरित्रम् अथवा स्वभावः अथवा आचरणं यत्र यत्र सम्यक् अस्ति यस्य कस्यचित् आचरणं चरित्रं स्वभावः यस्य कस्यचित् तादृशं बहु समीचीनमस्ति तत्र तत्र समाजे दृश्यते, यतोहि गुणैः पदं सर्वत्र विधीयते नाम गुणानां चिह्नं सर्वत्र दृश्यते. चिह्नं नाम यत्र यत्र कुत्रचित् यत्र कोऽपि कोऽपि चलति पदभ्यां पादाभ्यां यदा कोऽपि चलति तदानीं चलनानन्तरं तस्य अनन्तरं यदि मार्गे कोऽपि पश्यति चेत् यत्र तस्य पादः आसीत् तत्र चिह्नं भवति खलु, चिह्नं वयं द्रष्टुं शक्नुमः यत्र यत्र मृत् अस्ति, फेव्ड् रोड् इति नास्ति, यत्र मृत् अस्ति तत्र वयं द्रष्टुं शक्नुमः तस्य पदचिह्नं द्रष्टुं शक्नुमः खलु, ओ कोऽपि आसीत् कोऽपि अत्र अस्मिन् मार्गे कोऽपि गतवान्, यतोहि तत्र पदचिह्नं भवति खलु. अतः यत्र यस्य कस्यचित् चरित्रे बहवः गुणाः सन्ति तस्य आचरणेन वयं द्रष्टुं शक्नुमः तस्य गुणानां चिह्नम् अथवा पदं गमनानन्तरं तस्य वयं जस्ट् ओ सः अत्र आसीत् तस्य तस्य कार्यम् एतादृशम् अस्ति बहु समीचीनम् अस्ति तस्य चिह्नम् अत्र अस्ति. ट्रेल् किं ट्रेल् इन् इङ्ग्लिश् कः शब्दः ट्रेल् ट्रेल् ट्रेल् हा हा हा हा स्टेप् यु टेक् द स्टेप् यु टेक् समथिङ्ग् लैक् दट् हा नाम गुड् क्वालिटीस् पुट् देयर् फुट् प्रिण्ट्स् एव्रिवेर् चिह्नं यत्र यत्र गुड् क्वालिटि भवति तत्र तत्र वयं द्रष्टुं शक्नुमः तस्य चिह्नं भवति अतः गुणैः पदं सर्वत्र विधीयते. स्पष्टं वा? अस्तु अग्रे गच्छेम, अयं पाठः समाप्तः अस्ति. अग्रिमपाठः अस्ति लङ्लकारः. लङ्लकारः अत्र लङ्लकारस्य अर्थः कः इति जानीमः, भूतकालस्य प्रकटीकरणं तत्र क्तवतु इति अनेन अपि भवति, लङ्लकारे अपि लङ्लकारेण अपि भवति. बालकः गतवान्, बालकः अगच्छत्. इदानीं बालकः अगच्छत् इत्यस्मिन् अर्थे अखिलभगिनी वदतु कृपया, तत्र यदि कर्मणि लङ् वदामः तत्र कथं भवति बालकः अगच्छत्? बालकः अगम्यत. किन्तु बालकः इति कथं क्षम्यतां, बालकेन क्षम्यतां क्षम्यतां बालकेन अगम्यत इति अस्ति. बालकः अगच्छत् बालकेन अगम्यत. अत्र नूतनं किमपि नास्ति, एतावता लट्लकारः कर्मणि प्रयोगे, लोट्लकारः कर्मणि प्रयोगे, इदानीं लङ्लकारः नाम बालकः गच्छति. लट्लकारस्य कर्मणि किं भवति पुष्पभगिनी? बालकः गच्छति लट्लकारे कर्मणि कर्मणि गच्छति गम्यते. वाक्यं वदतु. बालकेन गम्यते. हा तर्हि बालकः गच्छति बालकेन गम्यते. इदानीं लोट्लकारे बालकः गच्छतु. लक्ष्मीभगिनी वदतु कर्मणि. बालकेन गम्यताम्. हा बहु समीचीनमस्ति. बालकः गच्छति बालकः गच्छति बालकेन गम्यते. बालकः गच्छतु बालकेन गम्यताम्. इदानीं बालकः अगच्छत् नताशा भगिनी वदतु इदानीं लङ्लकारस्य कर्मणि. लङ्लकारस्य कर्मणि बाल महोदय वाक्य पुनः कृपया वदतु. बालकः अगच्छत्. अगच्छत् बालकेन अगम्यत्. किन्तु हिन्दी हिन्दीशैली इति नापेक्षितमस्ति. अगम्यत् इति कथमासीत्? सम्यक्तया वदतु. लङ्लकारकर्मणि महोदय. हा सत्यं वदतु. शब्दः स एव किन्तु उच्चारणं सम्यक् भवतु. आम् आम् बालकेन अगम्यत्. न अगम्यत् इति न तत्र हलन्तशब्दः अस्ति वा? आम् अगम्यत. हा अगम्यत इति अवश्यं वक्तव्यमस्ति. अगम्यत् इति नितरां दोषाय अस्ति. बालकेन अगम्यत इति अस्ति. अस्तु तर्हि अत्र रूपाणि पश्येम कथं कथम् अस्ति इति. अत्र त्रिचत्वारिंशत् अधिकशततमे पुटे कोष्टकमस्ति क्रीडातोः कर्णे दुक्रै इति धातुः. अत्र अजयमहोदय कृपया पश्यतु क्रीडातुः रूपाणि. अक्रियत अक्रियेताम् अक्रियन्त अक्रियथाः अक्रियेथाम् अक्रियध्वम् अक्रिये अक्रियावहि अक्रियामहि इति रूपाणि सन्ति. अत्र अन्य कोऽपि अस्ति वा? कोऽपि आगतवान् वा नूतनतया? अस्तु ध्वनिः आगतः खलु. कोऽपि आगतो वा? अस्तु तर्हि अत्र अक्रियत तस्य कर्तरीरूपं वदतु अजय महोदय. कर्तरि अत्र कर्मणि अस्ति. सन्ध्या भगिनी वदतु. करोति न करोति इति वर्तमानकाले भूतकाले. अकरोत् इति श्रीनिवासमहोदय उक्तवान्. अकरोत् करोति अकरोत् करोति अकरोत् अत्र कर्तरिप्रयोगे कर्मणि प्रयोगे क्रियते अक्रियत. अतः यथा यथा किम् आत्मनिपदिदातवः भवन्ति तेषां रूपाणि यथा भवन्ति तथा यथा किं खिद्यते खिद्यते खिद्यते इति आत्मनिपदि खिद्यधातुः खिद्यते. खिद्यते इत्यस्य लोट्लकारः लोट्लकाररूपं किं पद्मा भगिनी वदतु. खिद्यते लोट् खिद्यतु खिद्योतु आत्मनिपदि धातुः इति मया उक्तम् इदानीं. खिद्यतु इति कथमासीत्? अमीना भगिनी वदतु. खिद्यतां खिद्येतां तावदेव खिद्यते इत्यस्य खिद्यताम् इदानीं लङ् लङ्लकारः अखिद्यत अखिद्यत. इदानीं लज्जते आत्मनिपदि धातु तत्र लज्ज इति लज्जते लज्जते इति अस्ति. तत्र नताशा भगिनी तत्र लोटि लज्जतां लज्जतां लङि अलज्जत् पुनः वदति सम्यक्तया उच्चारयतु. अलज्जत अस्तु. इदानीं कम्पते सुब्रह्मण्यं महोदय लोटि लङि च कम्पते कम्पते लोटि कम्पतां लङ्घि अकम्प अकम्पत हा लक्ष्मीभगिनी तत्र मन्यते मन्यतां मन्येतां मन्यन्ताम् मन्यतां लङ्रूपम् अमन्यत अमन्यत इति रूपाणि भवन्ति सन्ध्याभगिनी वदतु अत्र विद्यते विद्यतां लङि लङि अविद्यत पुनः वदतु अविद्यत अविद्यत हा तर्हि अस्माकं रूपाणि तथा भवन्ति अविद्यत अलज्जत अकम्पत अमन्यत इति आत्मनिपदिधातूनां रूपाणि सामान्यरूपाणि वयं तु जानीमः एव इदानीं यः कोऽपि धातुः आत्मनिपदिधातुः भवतु अथवा आत्मनिपदि परस्मैपदि अथवा आत्मनिपदिधातु यत्र कर्मणि प्रयोगे भवति रूपं तादृशमस्ति केवलं मध्ये यकारः अस्ति अतः क्रीडति इति अस्ति क्रीडति तस्य लोटि लङि च रूपाणि कानि भवन्ति पुष्पाभगिनी वदतु लोटि क्रीड्यता प्रथमतया लट् क्रीडति इति अस्ति लट् लोट् लङ् क्रीडति क्रीडति क्रीड्यताम् लट् लट् एकनिमेषः कर्मणि लट् लोट् लङ् ओ ओ ओ कर्मणि लट् लोट् लङ् कर्मणि कर्मणि लट् क्रीड्यते क्रीड्यताम् अक्रीड्यत हा बहु सम्यक् अस्ति इदानीं लक्ष्मीभगिनी गच्छति गम्यते अगम्यतां लोटि लोट् लट् लोट् लोट् आं महोदय गम्यते गम्यताम् अगम्यत अस्तु समीचीनमस्ति पठति नताशा भगिनी पठति कर्मणि लट् लोट् लङ् कर्मणि लट् पठ्यते कर्मणि लोट् पठ्यतां लङ् अपठ्यत हा बहु समीचीनमस्ति इदानीं अस्तु भवतु इति अभ्यासः जातः बहु सम्यक् अस्ति अनेन सर्वाणि रूपाणि तथा भवन्ति यत्र वैशिष्ट्यमस्ति यथा सम्प्रसारणं यत्र भवति तत्र तथैव भवति इदानीं एतानि वाक्यानि परिशीलयत इति यत्र लिखितमस्ति एतानि वाक्यानि परिशीलयत अत्र श्रीनिवासमहोदय पठतु ऋषिकेशः गुडाकेशं गुडाकेशम् अब्रवीत् ऋषिकेशेन गुडाकेशः औच्यत हा यतोहि ब्रूधातोः कर्मणि प्रयोगे स्वयं न भवति तत्र वच् धातोः रूपमस्ति वच् तर्हि वच् इत्यस्य सम्प्रसारणं भवति वच् धातोः लट् लकारे कर्मणि प्रयोगे किमस्ति वच् धातोः लट् कर्मणि वच् धातोः कर्मणि उच्यते हा उच्यते उच्यते वच् नाम सम्प्रसारणं जातम् उकारस्य उकारः उच्यते उच्यते इति इदानीं यदा एकवारं यदा लट्लकारः पूर्वमपि अस्माभिः दृष्टं यदा लट्लकारः क्षम्यतां लङ्लकारः लङ्लकारः भवति धातुः अजादिः अस्ति चेत् उच्यते अत्र उकारः स्वरः अस्ति अतः तस्य वृद्धिः भवति औच्यत आ तत्र वृद्धिः भवति आयोगः औच्यत वृद्धिः भवति औच्यत अस्तु द्वितीयं वाक्यम् इदानीं मीना भगिनी द्वितीयं भीष्मः शरान् अमुञ्चत् कर्मणि प्रयोगे भीष्मेण शराः अमुच्यन्त किञ्चित् विशेषणं नास्ति भीष्मेण तृतीय शराः प्रथमविभक्ति अमुच्यन्त बहुवचनं बहु समीचीनमस्ति इति इदानीं किञ्चित् अभ्यासं कुर्मः इदानीं अत्र अग्रिमे सप्ताहे तत् सर्वं करिष्यामः समयस्य अभावे किञ्चित् अभ्यासं कुर्मः अत्र अभ्यासः प्रथमभ्यासः अस्ति प्रथमभ्यासः सुब्रह्मण्यं महोदय कृपया अग्रे यत् उदाहरणम् अस्तु महोदय प्रथमभ्यासे यथोदाहरणम् अत्र निर्दिष्टानां क्रियापदानां रूपाणि लिखत विन्द्यते अविन्द्यत अत्र धातुः अस्ति विद् महोदय विन्द्यते अत्र लट् कर्मणि रूपमस्ति अविन्द्यत लङ् कर्मणि रूपम् उह्यते उह्यते अत्र धातुः अस्ति वह् महोदय उह्यते अत्र सम्प्रसारणं नास्ति अत्र सम्प्रसारणं नास्ति महोदय न उह् इति उह् धातुः अस्ति महोदय अस्तु उह् उह्यते अत्र भवति औह्यत महोदय अत्र उकारस्य वृद्धिः भूत्वा औह्यत यत्र अजादिः धातुः धातोः प्रथमवर्णः स्वरः अस्ति चेत् तत्र वृद्धिः भवति अखिला भगिनी अग्रे उद्यते तत्र धातुः अस्ति वद् सम्प्रसारणं भूत्वा उद्यते इति रूपं कर्मणि औद्यत स्थीयते स्थाधातुः स्थीयत स्थीयत समीचीनमस्ति श्रीनिवास महोदय अग्रे कम्प्यते कम्प्यत अकम्प्यत पुष्पा भगिनी अग्रे भगिनी अस्ति महोदय महोदय अस्मि उपास्यते औपास्यत अत्र अत्र किञ्चित् भिन्नम् अस्ति मीना भगिनी साहाय्यं करोति वा हा हा हा अस्तु अस्तु अस्तु पास् पास् पा पा पा न धातुः पा न न न उपास्यते उपास्यते हास्यते उप उपसर्ग अस्ति उपसर्ग उप उपसर्ग अस्ति तर्हि तर्हि किं भवति उप इति निष्कासयतु हास्यते हास्यते पाच्यते आम् उपास्यता इति भवति. समीचीनमस्ति. अग्रे अजय महोदय अग्रे. काङ्क्ष्यते अकाङ्क्ष्यत. सम्यक्. पद्माभगिनी अग्रे. महोदय अत्र उपास्यते किं भवति? अत्र उपसर्गपूर्वकः अस्धातुः उपास्यत. उपयोग अस्यते. वृद्धिः न भवति? न भवती जानाति एव यत्र उपसर्गः अस्ति तत्र लङ्लकारस्य रूपं कथं भवति. प्रथमतया विसर्गं निष्कासयतु, अनन्तरं रूपं करोतु, अनन्तरम् एव अन्ते उपसर्गं संयोजयतु. अतः चिन्तयतु अस्यते इति अस्ति. अस्यते इति अस्य आस्यत. अस्यते इत्यस्य आस्यत नाम लङ् अस्यते लङ्लकारः आस्यत. उपयोगः आस्यत. उपास्यत. धन्यवादः. अस्तु अग्रे कस्य आसीत्? विद्यते अविद्यत. हा पद्मभगिनी अविद्यत. अस्तु अस्तु समीचीनं. नताशा भगिनी अग्रे. पठ्यते अपठ्यत. सन्ध्या भगिनी. क्रियते अक्रियत. समीचीनमस्ति. लक्ष्मी भगिनी अग्रे. दृश्यते अपश्यत. अदृश्यत. अत्र कर्मणि अस्ति खलु. अदृश्यत. कर्तरिप्रयोगे अपश्यत्. अपश्यत् कर्तरिप्रयोगे अपश्यत्. कर्मणि अदृश्यत. अस्तु अग्रे अखिला भगिनी अग्रे. अत्र दत्तानि कर्तरिवाक्यानि कर्मणि वाक्यत्वेन परिवर्तयत. पार्थः गीताम् अशृणोत्. पार्थेन गीता अश्रूयते. अश्रूयत. पार्थेन गीता अश्रूयत. मनुः इक्ष्वाकुम् अब्रवीत्. मनुना इक्ष्वाकुः औच्यत. औच्यत. बहु सम्यक् अस्ति. अग्रे अग्रे सुब्रह्मण्य महोदय अग्रे. वयं भगवतः वर्म अन्ववर्तामहि. अस्माभिः भगवतः वर्म अन्व अत्र धातुः अस्ति वृत् महोदय. वृत् अत्र अस्माभिः भगवतः वर्म अन्व वृत्यताम्. कः लकारः अस्ति? वर्तामहि. वर्तामहि वर्तामहि वर्ते वर्तामहि वर्ता. एकनिमिषः महोदय. अत्र वर्तते. वर्तते इत्यस्य लङि अवर्तत. अवर्तत. रूपाणि कथं भवति? अवर्तत. अवर्तेताम्. अत्र लङ्लकारः खलु महोदय. क्षम्यताम्. अत्र लङ्लकारः. अवर्तेताम् अवर्तध्वम्. अवर्ते अवर्तावहि अवर्तामहि. अत्र अन्वर्तामहि. क्षम्यतां महोदय, मम प्रायः मम चिन्तनं सम्यक् नास्ति इदानीं. सम्यक् अस्ति एव. वयं भगवतः वर्त्म अनु उपसर्गपूर्वकः वर्त् धातुः लङ्लकारे, अनुयोगः वर्त् लट्लकारे, अनुयोगः वर्त् अवर्तत अन्वर्त् अन्ववर्तत इति एकवचने. परन्तु अत्र अत्र अस्माभिः अत्र प्रथमाविभक्तौ भवति खलु. अनु इति निष्कासयतु, अनु इति त्यजतु, नितरां त्यजतु, केवलम् अवर्तामहि. अवर्तामहि तत्तु अवर्तामहि लट्लकार रूपमस्ति महोदय. लङ्लकाररूपमस्ति, लङ्लकाररूपमस्ति अवर्तामहि. इदानीम् अत्र कर्मणि अस्ति वर्त् तु वृत् धातुः अस्ति, अवृत्यत भवति, अवृत्यत अवृत्यत अन्ववृत्यता भवति महोदय. अस्माभिः भगवतः वर्त्मा अन्ववृत्यत इति अस्ति. समीचीनम्. अत्र वर्त्मा न समीचीनं, समीचीनमेव, चिन्तनं सम्यक् अस्ति. अत्र वर्त्मन् इति नकारान्त नपुंसकलिङ्गशब्दः अस्ति, वर्त्मन् यथा कर्मन्. अस्तु अग्रे लक्ष्मी भगिनी अग्रे. त्वं श्रेयः अवाप्नोः, त्वं श्रेयः अवाप्नोः, त्वया श्रेयः धातुः का? आप् धातुः. उपसर्गं निष्कासयतु. आप्यत अवाप्यत. वाक्यं किम् अस्ति? त्वया श्रेयः अवाप्यत. अवाप्यत, सम्यक्. अत्र अवाप्नोः इति आप्दातोः लट्लकारे लङ् क्षम्यताम् आप्दातोः लङ्लकारस्य मध्यमपुरुषस्य एकवचनान्तरूपमस्ति. त्वम् आप्नोः उपसर्गपूर्वकः अवाप्नोः इति अस्ति. त्वं श्रेयः अवाप्नोः लङ्लकारः मध्यमपुरुषे एकवचनं वा? सत्यम्. ओके अग्रे तर्हि मीना भगिनी अग्रे. गणेशः महाभारतम् अलिखत्. गणेशेन महाभारतम् अलिख्यत. सम्यक् अग्रे सन्ध्या भगिनी अग्रे. भक्तिः गीतां भक्तः गीताम् अपठत्. भक्तिशब्दः त्रीणि एकमेकम्. आम् परन्तु भक्तेन नास्ति वा? भक्तेन अस्ति एव. ओके भक्तेन गीता अपठ्यत. अपठ्यत, सम्यक्. अस्तु अग्रे अग्रे पुष्पा भगिनी अग्रे. सः सत्कार्यम् अकरोत्. तेन सत्कार्यम् अक्रियत. सम्यक् अस्ति. नताशा भगिनी अर्जुनः विश्वरूपम् अपश्यत्. अर्जुनेन विश्वरूपम् अदृश्यत अदृश्यत अदृश्यत सम्यक् अस्ति. अग्रे अजय महोदय अग्रे. युधिष्ठिरः अनमत् युधिष्ठिरेण भीष्मः अनम्यत. बहु समीचीनमस्ति. पद्मा भगिनी अग्रे. सैनिकाः कुरुक्षेत्रम् अगच्छन् सैनिकैः कुरुक्षेत्रम् अगम्यत. अगम्यत बहु समीचीनमस्ति. अस्तु अग्रे अग्रे अखिला भगिनी अग्रे. कर्णः कवचकुण्डलम् अयच्छत्. कर्णेन कवचकुण्डलम् अयच्येत. वस्तुतः मया भवत्यै दत्तमस्ति, यतोहि अत्र किञ्चित् वैशिष्ट्यमस्ति. भुआदिगणे अस्माभिः दृष्टं पाघ्राद् मा स्था ना दान्. अत्र दा धातोः डाण् इति अस्ति. डाण् इति धातोः स्थाने यच् इति धात्वादेशः भवति शति परे अनेन सूत्रेण. दीर्घसूत्रं पाघ्राद् मा स्था ना अत्र स्था इत्यस्य तिष्ठ् इत्यादि रूपाणि भवन्ति. इत्यादिरूपाणि तत्र स्था म्ना डाण् डाण् इति अस्य स्थाने यच् भवति शति परे. अत्र कर्मणि यक् भवति न तु षित् नास्ति, यक् षित् नास्ति. अतः डाण् स्थाने यच् न भवति, अत्र दाति एव अस्ति. ओ अस्तु, तर्हि अदीयत महोदय. हा वाक्यं पुनः. कर्णेन कवचकुण्डलम् अधीयत. हा बहु समीचीनमस्ति. अग्रे कस्य नास्ति, मीना भगिनी वदतु. अर्जुनः कुरुक्षेत्रे सम्बन्धिनः ऐक्षत. अत्र ईक्षते इति ईक्षते लटि ईक्ष इति दातु ईक्ष ईक्षते ऐक्षत ईक्ष्यत इति कर्मणि रूपं न न तत् यत् यत् परिवर्तनं जातं तदेव भवति. वदतु. अर्जुनेन कुरुक्षेत्रे सम्बन्धिनः ऐक्ष्यत. सम्बन्धिनः वचनं किम्? अर्जुनेन कुरुक्षेत्रे सम्बन्धिनः प्रथमा विभक्ति अस्ति. वचनं किम्? अर्जुनेन सम्बन्धिनेन अत्र कर्तरिप्रयोगे सम्बन्धिनः तस्य किं का विभक्तिः? कर्तरिप्रयोगे प्रथमा विभक्तिः. सम्बन्धिन् इति गुणिन् न अत्र इदानीं समयः जातः, इदानीं गन्तव्यमस्ति. किन्तु गृहपाठरूपेण सर्वे द्वादशं त्रयोदशं चतुर्दशम् इति कुर्वन्तु गृहपाठरूपेण, तथा नास्ति. चिन्तनं कुर्वन्तु त्रयाणां वाक्यानां. समीचीनमस्ति. अग्रिमे सप्ताहे तर्हि. ओके, धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः.